शुद्धापः नुतिरन्यस्यारोपार्थो धर्मनिह्नवः नायं सुधांशुः किं तर्हि व्योमगङ्गासरोरुहम्। अधुना शुद्धापः नुतेर्लक्षणम् उदाहरणं च ददाति कुवलयानन्दकारः षड्विंशे श्लोके। शुद्धापह्नुतिः अन्यस्य आरोपार्थो धर्मनिह्नवः। धर्मस्य कस्यचित् वस्तुनः धर्मस्य गोपनं कृत्वा तस्य स्थाने अन्यस्य आरोपः भवति शुद्धापह्नुतौ इति लक्षणं वदति। अत्र उदाहरणं नायं सुधांशुः किं तर्हि व्योमगङ्गासरोरुहम्। चन्द्रो नास्त्ययं किं तर्हि व्योमगङ्गासरोरुहं व्योमगङ्गापद्मपुष्पम् इति उदाहरणं दर्शयति। युक्तं यत् स्मृतिभ्रान्ति सन्देहालङ्काराणां सन्देहालङ्कारेभ्यः समनन्तरमेव तत्सदृशः अपह्नुत्यलङ्कारः प्रस्तुतः।